नमस्सर्वेभ्यः, पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति पाणिनीयसूत्रं कथं पठनीयम् इति विषयः। गते सप्ताहे आरब्धः, तत्र किञ्चिदेव पुनःस्मरणं कुर्मः, तदनन्तरम् अग्रे सरेम। वयं जानीमः अत्र संस्कृतव्याकरणस्य आधारभूतग्रन्थः अस्ति अष्टाध्यायी इति। अष्टाध्यायां सूत्राणि सन्ति। सूत्राणि कथं सन्ति इति चेत्, तत्र नियमाः सन्ति, सूत्ररूपेण नियमाः सन्ति। तेषाम् अवगमनेन वयं पदस्य उत्पत्तिं कर्तुं शक्नुमः, पदं निष्पादयितुं शक्नुमः। तत्र सूत्रं कथं पठनीयं, सूत्रं कथम् अवगमनीयम् इति चेत्, पाणिनिना एव साक्षात् उक्तः, तत्र अष्टाध्यायां सः एव उक्तवान् अत्र कथं सूत्रं पठनीयम् इति। सूत्रस्य पठनार्थं विभक्तीनां ज्ञानम् आवश्यकम्। अत्र सूत्रेषु प्रत्येकं पदस्य विभक्तिः का इति प्रथमतया अवगन्तव्या। तर्हि इदानीम् अत्र सूत्रेषु सूत्रे किं भवति, सूत्रे कार्याणि भवन्ति। एकं सूत्रं स्वीकृत्य वयम् एकं कार्यं कर्तुं शक्नुमः। यथा वयं पूर्व गते सप्ताहे दृष्टवन्तः, इको एणचि इति एकं सूत्रमस्ति, तेन सूत्रेण यण् सन्धिं कर्तुं शक्नुमः। तर्हि प्रत्येकस्मिन् सूत्रे किमपि कार्यमस्ति, कीदृशकार्याणि भवन्ति सूत्रेषु इति चेत्, अत्र वयं जानीमः आदेशः, आगमः, अपि च लोपः इति। आदेशः, अत्र वेङ्कटरामन् महोदय वदति वा आदेशः इत्युक्ते किम्? स्टार् सिक्स् नोदयतु महोदय। आदेशः इति एका संज्ञा अस्ति, पाणिना दत्तम् अस्ति अष्टाध्याय्याम्। आदेशः इत्युक्ते एकस्य वर्णस्य स्थाने अन्यवर्णः आदेशः भवति, उदयः भवति, अन्यवर्णः उदयः भवति, तदेव आदेशः इति उच्यते। हा, बहु समीचीनम् अस्ति। आदेशः इत्युक्ते एकस्य वर्णस्य स्थाने अन्यवर्णः आगत्य उपविशति। यथा अत्र यदि योगः अपि इत्यस्मिन् सन्दर्भे वयं जानीमः यदि इत्यस्मिन् इकारस्य स्थाने यकारः आगत्य उपविशति, तर्हि तदेकं कार्यम् अस्ति। वस्तुतः आदेशः इति संज्ञा नास्ति, अष्टाध्यायां संज्ञा नास्ति आदेशः, आदेशः इति एकं कार्यम् अस्ति। अत्र संज्ञा इत्युक्ते तत्र तस्य विशिष्टः अर्थः भवति अष्टाध्यायम्, अतः संज्ञा इति नास्ति, परन्तु एकं कार्यम्। सम्यक्तया उक्तं महोदय, समीचीनं समीचीनमेव। एवमेव वदामि अत्र आदेशः इत्युक्ते केवलं कार्यमस्ति। अस्तु, समीचीनं। तर्हि अत्र विजयलक्ष्मी भगिनी वदतु, आगमः इत्युक्ते किम्? आदेशः शत्रुवत् भवति, आगमः परन्तु मित्रवत् भवति। यदा आगमः इति कार्यं भवति तदा अन्येकवर्णस्य योजनम् अपि भवति। पूर्वं यद्वर्णः अस्ति तदपि तत्रैव स्थगयति, नूतनवर्णः अपि आगच्छति, तदेव आगमः। समीचीनं समीचीनमस्ति। आगमः इत्युक्ते नूतनवर्णस्य उदयः। पूर्वं यथासीत् तथैव तिष्ठति, एकः नूतनः वर्णः आगत्य उपविशति, तदेव आगमः इति वदामः। अत्र पठन् योगः आगच्छति इति अस्ति, पठन् इति पदम् अस्ति। भगिनी कृपया म्यूट् करोतु भगिनि। पठन् इति एकं पदम् अस्ति, आगच्छति इति अपि अन्यत् पदम् अस्ति। तर्हि इदानीं तत्र नकारः आगमः रूपेण अकारात् पूर्वं नकारस्य अनन्तरम् आगत्य उपविशति, तर्हि पठन् आगच्छति। आगमः इति एकं कार्यमस्ति, व्याकरणे कार्याणि भवन्ति, अत्र आगमः इति एकं कार्यमस्ति। आगमः मित्रवत् कार्यं करोति, आदेशः शत्रुवत् कार्यं करोति। अस्तु, जानीमः एव. तदनन्तरं लोपः इति अपि एकं कार्यं, लोपादेशः, लोपः, लोपः एकः आदेशः एव, परन्तु लोपः इति नामकरणमस्ति. लोपः इत्युक्ते अत्र रमभगिनी वदति वा लोपः? लोपः इत्युक्ते वर्णस्य अदर्शनं लोपः इति उच्यते. उदाहरणार्थं करपत्रे एव दत्तमस्ति बालकः योगः इच्छति, बालक इच्छति, तत्र विसर्गस्य लोपः भवति. हा, विसर्गस्य लोपः, लोपः इत्युक्ते अदर्शनम्. अदर्शनम् इत्युक्ते अत्र लेखन यत्र लेखनमस्ति तत्र वयं पश्यामः तत्र विसर्गस्य अपगमनम् इति, परन्तु तत्र श्रव तत्र वदनसमये तत्र विसर्गः न, विसर्गस्य उच्चारणं न भवति. बालक इच्छति इति विसर्गस्य उच्चारणं न भवति, अतः वर्णस्य अदर्शनं इति उच्यते. लोपः इति अपि एकं कार्यम् अस्ति व्याकरणे. तर्हि आहत्य त्रीणि कार्याणि, आदेशः, आगमः, लोपः. अस्तु, इदानीं कार्याणि कानि इति ज्ञातवन्तः. ततः अग्रे पाणिनीयसूत्रं कथं पठनीयम् इति चेत् अस्माकम् उदाहरणमस्ति इकोयणचि. तत्र प्रथमं सोपानं किं सूत्रस्य पठनार्थम्? अत्र रमासेवरावन् भगिनी वदतु, अत्र इकोयणचि इति सूत्रमस्ति अस्माकं पुरतः, प्रथमं किं कुर्मः? इको एनचि इकः इकः स्थाने भवति, यन् आदेशः प्रथमा विभक्ति अस्ति अतः आदेशः. अचि सप्तमी विभक्ति अस्ति अतः I am not able to tell directly. सप्तमी विभक्ति पूर्वकार्यं भवति अतः इति इकः. सम्यक् भगिनि, समीचीनं, सम्यक्तया उक्तं, बहु सम्यक्, समीचीनमस्ति, धन्यवादः. इकः इत्युक्ते इकः इत्यस्य विभक्तिः का? इकः विभक्ति इकः पञ्चमी विभक्ति यण प्रथमा विभक्ति अचि सप्तमी विभक्ति इकः इकः इकः षष्ठी विभक्ति स्थाने. सत्यं सत्यम्, इकः इति षष्ठी विभक्तिः स्थाने, समीचीनं. यण् इति प्रथमा विभक्तिः इत्युक्ते अत्र किम्? यण् आदेशः भवति, यण् आदेशः भवति, अचि इति सप्तम्यन्तम् अतः पूर्वकार्यं, पूर्वकार्यम् अचि पूर्वकार्यं, हा. अस्तु, अत्र त्रीणि पदानि सन्ति अस्मिन् सूत्रे, इकोयणचि इति सूत्रे. इको इति अस्ति तत्र इकः इति अस्ति वस्तुतः, विसर्गस्य स्थाने विसर्गसन्धिं कृत्वा तत्र ओकारादेशः, तत्र विसर्गस्य प्रथमतया उकारः, तदनन्तरं तत्र गुणसन्धिं कृत्वा ओकारः, तर्हि इकोयणचि इति अस्ति. वयं जानीमः अत्र पदच्छेदं कुर्मः चेत् इकः, यण्, अचि, तर्हि त्रीणि पदानि सन्ति. इकः इति षष्ट्यन्तं पदं, यण् इति प्रथमान्तम्, अचि इति सप्तम्यन्तं पदं, तर्हि त्रीणि पदानि. तर्हि इक् भगिनि, इक् इत्युक्ते किम्? इक् प्रत्याहारः अस्ति. इक् वन् सेकेण्ड्, इक् इ उ ऋ लृ चतुर्वर्णः भवति, भवन्ति. समीचीनम्, इ उ ऋ लृ. अनन्तरं तत्र तेषां प्रभेदाः अपि भवन्ति, एतत्र अकारस्य अष्टादशप्रभेदाः सन्ति, तदपि तत् तस्मिन्नेव अन्तर्भूतः. इकः इति अस्ति, तर्हि इक् इति अस्ति. इक् इति हलन्तपदम् अस्ति खलु, इक् इति हलन्तपदम्. इक् इत्यस्य पञ्चमी विभक्तिः का? इकः. इकः षष्टि? इकः, हा, षष्टि अपि इकः, पञ्चमी अपि इकः. तर्हि अत्र अत्र कथं ज्ञातुं शक्यते पञ्चमी वा षष्ठी वा इति? कथं ज्ञातुं शक्यते न जानाति. हा हा, चिन्ता नास्ति, चिन्ता नास्ति. अत्र अत्र यतोहि अत्र पञ्चमी अन्तमपि भवितुमर्हति, षष्ठी अन्तमपि भवितुमर्हति, परन्तु अत्र सूत्रं दृष्ट्वा वयम् अवगतुं शक्नुमः. अत्र आदेशः अस्ति, यण् इति आदेश प्रथमाविभक्तौ अस्ति. तर्हि इकः इति, अत्र तु इकः इति षष्ट्यन्तं पदम् एव, यतोहि यण् इकः स्थाने आगच्छति. अतः सूत्रं दृष्ट्वा हि वक्तुं शक्नुते. हा, सूत्रं दृष्ट्वा वक्तुं शक्यते. अपि च तत्र यत्र क्लेशः अस्ति, यत्र अवगन्तुं न शक्यते, तत्र व्याख्यानं किमपि टीकाग्रन्थं किमपि दृष्ट्वा अवगच्छामः, परन्तु सामान्यतया तत्र सूत्रं दृष्ट्वा अवगन्तुं शक्नुमः. तर्हि इकः स्थाने यण् आदेशः, यण् इति प्रथमान्तं, यण् इति हलन्तशब्दः प्रथमान्तम्, अच् इति हलन्तशब्दः, तस्य सप्तमी अन्तं पदं किम्? अचि. अचि, अचि सप्तमी, सप्तमी. तर्हि इकः यण् अचि. तर्हि इदानीम् अत्र संहितायाम् इति अपि अस्ति. संहितायाम् इति पदं सूत्रे नास्ति खलु? सूत्रे अस्ति वा? सूत्रे नास्ति. इको एनचि संहितायां नास्ति. संहितायाम् इति नास्ति सूत्रे. तर्हि तत्र अनुवृत्तिसहितसूत्रे संहितायाम् इति अपि अस्ति. संहितायाम् इति पदं यद्यपि सूत्रे नास्ति, तस्य अनुवृत्तिः भवति. तर्हि अनुवृत्तिः का इति अग्रे पश्यामः. यद्यपि तत् सूत्रे नास्ति, परन्तु कथञ्चित् आगच्छति सूत्रे. सूत्रस्य अर्थपूर्णार्थं तत्पदमपि आगच्छति. तर्हि अत्र संहितायाम् इत्युक्ते सामीप्यं, वर्णानां नैकट्यं, यत्र इक् अपि च अच् तत्र नैकट्यम् अस्ति, द्वयोः नैकट्यम् अस्ति. यथा अत्र दृष्टवन्तः यदीयोगः अपि, तत्र यदीयोगः अपि तयोः मध्ये व्यवधानं किमपि नास्ति, नैकट्यम् अस्ति. अतः तत्र यण्सन्धिः भवति. यदि अत्र यदि इति एकं पदम् अस्ति, तदनन्तरं किञ्चित् कालानन्तरम् अपि इति वदामः चेत् तत्र नैकट्यं नास्ति. यदि शीघ्रमेव वदामः यदि अपि, यदि अपि, यदि अपि, यदि अपि, तर्हि यद्यपि इति एव श्रूयते खलु? शीघ्रं वदामः चेत् यद्यपि इति एव श्रूयते. अतः अत्र संहितायाम् इत्युक्ते सन्धिकार्यम् अस्ति, सामीप्यम् अस्ति, नैकट्यम् अस्ति, वर्णानां नैकट्यम् अस्ति इति अत्र दत्तमस्ति. तर्हि नैकट्यम् अर्थम्, अर्थः कः? नैकट्यम् अस्ति इत्युक्ते बहु सामीप्यं, क्लोस् प्राक्सिमिटि. ओ, इत्युक्ते तत्र कालव्यवधानं किमपि नास्ति. यदि वयं शीघ्रमेव वदामः चेत् तथा एव श्रूयते खलु? यदि यदि अपि इति शीघ्रं शीघ्रं वदति चेत् यद्यपि इति एव श्रूयते. अतः तत्र नैकट्यम् अस्ति, क्लोस् प्राक्सिमिटि अस्ति, अतः तत्र सन्धिकार्यं भवति. अत्यन्तसामीप्यं, हा, यत्र उच्चारणसमये तथा अस्ति. उच्चारणम् अत्र तर्कपूर्णेन अस्ति, एवमेव नास्ति, तर्कपूर्णेन अस्ति. यतोहि यत्र शीघ्रमेव उच्चारयामः, तत्र यद्यपि इति एव श्रूयते. यद्यपि शीघ्रं वदति चेत् यद्यपि इत्येव श्रूयते. तद्दृष्ट्वा एव पाणिनीय तादृश भाषा तथा आसीत्, तादृश उच्चारणम् आसीत्, तत् सर्वं दृष्ट्वा एव पाणिनिः इकोयणचि इति सूत्रं रचितवान्. अस्तु अस्तु, किञ्चित् अत्र विभक्तिः, विभक्तीनां विषये किञ्चित् चिन्तनं कुर्मः. अस्तु, धन्यवादः भगिनी. अत्र अग्रे ललिता भगिनी वदति वा? अत्र षष्टिविभक्तिः इत्युक्ते का? स्टार् सिक्स् नोदयतु भगिनि. अस्तु, अत्र विनय महोदय वदतु षष्टिविभक्तिः. स्टार् सिक्स् नोदयतु महोदय. अस्तु, गीताञ्जलि भगिनि. भगिनी, षष्ठी इत्युक्ते स्थाने. हा, षष्ठी इत्युक्ते स्थाने. हा, अनन्तरं प्रथमविभक्तिः इत्युक्ते? प्रथम इत्युक्ते आदेशः. केवलम् आदेशः वा? आदेश अपि च आगम अपि च नामकरण. हा, सत्यम्. आदेशः, आगमः नामकरणं सन्दर्भं दृष्ट्वा वयम् अवगन्तुं शक्नुमः आदेशः अस्ति वा आगमः अस्ति वा नामकरणम् अस्ति वा इति अवगन्तुं शक्नुमः. यत्र सूत्रेषु षष्ठीविभक्तिः अपि अस्ति, प्रथमाविभक्तिः अपि अस्ति, तत्र सामान्यतया अवगन्तुं शक्नुमः अत्र आदेशः अस्ति इति अवगन्तुं शक्नुमः. कुत्रचित् तथापि न भवति, तर्हि सन्दर्भं दृष्ट्वा कीदृशकार्यं दृष्ट्वा अवगन्तुं शक्नुमः. समीचीनम्. अनन्तरं सप्तमी विभक्तिः इत्युक्ते भगिनि प्रथमवचनं प्रथमाविभक्ति कार्यमेव न, प्रथमाविभक्तिः आदेशः आदेशः आगमः अस्ति चेत् कार्यं कार्यमेव. आदेशकार्यं वा आगमकार्यं वा लोपकार्यं वा नामकरणं वा तद्वा? सत्यं सत्यं, नामकरणम् इत्युक्ते तत्र कार्यं नास्ति, न केवलं नामकरणम्. ओके, संज्ञा भवति, संज्ञा. अस्तु, समीचीनं भगिनि. अग्रे अत्र सूर्यकुमारी भगिनी वदति वा, अत्र सप्तमी विभक्तिः इत्युक्ते का? हा भगिनि, सप्तमी विभक्ति पूर्वकार्यः. पूर्वकार्यम् इत्युक्ते तस्य अर्थः कः? पूर्णवर्णः पूर्णवर्णः परिवर्तनम्. हा, यस्य सप्तमीविभक्तिः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य किमपि परिवर्तनं भवति, तत्र किमपि कार्यं भवति इति सप्तविभक्तिः. स्थाने इत्युक्ते षष्ठीविभक्तिः, स्थाने इत्युक्ते आदेशः. हा, तस्य स्थाने आदेशः भवति, परन्तु स्थाने इत्युक्ते कस्यचित् वर्णस्य स्थाने, एकस्य वर्णस्य स्थाने किमपि कार्यं भवति. षष्ठी इत्युक्ते स्थाने, स्थानमेव सूचयति खलु, स्थानं सूचयति. तर्हि अस्तु, पञ्चमीविभक्तिः इत्युक्ते पुनः वदतु भगिनि. पञ्चमीविभक्तिः, पञ्चमीविभक्तिः परवर्णस्य परिवर्तनं. परवर्णस्य परिवर्तनम्, अस्तु. यस्य पञ्चमी अस्ति तस्मात् परे, तस्य अनन्तरं किमपि कार्यं भवति इति परकार्यं. समीचीनम्. तृतीयाविभक्तिः, तृतीयाविभक्तिः संहितायां. हा, संयोजनम् इति उक्तमस्ति, संयोगः अथवा संयोजनम् इति अस्ति. इत्युक्ते यस्य तृतीयाविभक्तिः अस्ति तस्मात् पूर्वमपि कार्यं भवितुम् अर्हति अथवा तस्य अनन्तरमपि कार्यं भवितुम् अर्हति. अतः तृतीयाविभक्तिः, तृतीयविभक्तौ कथं कार्यं भवति इति अग्रे उदाहरणमस्ति, पश्यामः. इदानीं किञ्चित् करपत्रात् पठामः. अस्तु, धन्यवादः भगिनि. वसन्ति भगिनि, पठति वा? अस्तु जि, अत्र पाणिनेः सूत्राणां पद्धतिः. पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः, पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः अधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णे अत्र अतः अतः इत्यस्य अनन्तरं किम् अस्ति? आधिक्येन, सोरि, वदतु. आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्त्यः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. पठतु अग्रे. षष्टिविभक्तिः स्थाने प्रथमा विभक्तिः आदेशः आगमः नामकरणं, सप्तमी विभक्तिः पूर्वकार्यं, पञ्चमी विभक्तिः परकार्यं, तृतीया विभक्तिः संयोजनम्। वदतु किमस्ति अत्र? पदस्य निर्माणं कथं भवति, कुत्रचित् भवति इति प्रदर्शनार्थं सूत्राणि भवन्ति। सम्यक् एव, वदतु भगिनि। वर्णस्य स्थाने अन्यवर्णः उदयः, वर्णस्य लोपः, वर्णस्य वर्णः आगतः इति कार्याणि भवन्ति। येषां कार्याणां विभक्त्यः प्रयुक्ताः सन्ति। यत्र सम्बन्धार्थं स्पष्टः भवति तत्र षष्टिविभक्तिः स्थाने। प्रथमा विभक्ति आदेश आदेशः आदेशः प्रथमा विभक्त्यन्तं प्रथमाविभक्त्यन्तं पदम् आदेशः अपि च आदेशः अपि च आगमः च नामकरणं, सप्तमी विभक्त्यन्तं पूर्वकार्यं, पञ्चमी विभक्त्यन्तं परकार्यं, तृतीया विभक्त्यन्तं संयोजनम्। समीचीनं भगिनि, सम्यक् अस्ति। अत्र राहुल् महोदय पुनः वदति वा सारांशरूपेण? किम् अमुक इत्युक्ते कस्यचित् वर्णस्य अत्र राहुल् महोदय वदति वा सारांशरूपेण? भगिनि मम एकः प्रश्नः, तृतीया विभक्तिः संयोजनम् इत्युक्ते न अवगत् तदेव अग्रे उदाहरणमस्ति, दृष्ट्वा अवगच्छामः। इदानीं किञ्चित् अग्रे गत्वा अवगच्छामः। अस्तु भगिनि, धन्यवादः। अस्तु, राहुल् महोदय वदतु। स्टार् सिक्स् नोदयतु महोदय। अस्तु तर्हि, हा हलो, न श्रूयते महोदय। अस्तु, राधिका भगिनी वदतु। अस्तु भगिनि, अत्र दत्तमस्ति पाणिनेः प्रथम लक्ष्यम् अस्ति कथं पदानि उत्पत्तानि सन्ति इति प्रदर्शनीयम् इति। अतः सः विभक्तिरूपैः दर्शयितः तेन अत्र प्रथमा यत्र प्रथमा विभक्ति दृश्यते तस्य तत्र आदेशः अथवा आगमः अथवा नामकरणं भवति इति वयं ज्ञातुं शक्नुमः। यत्र षष्टिविभक्ति दृश्यते तस्य स्थाने एव किमपि किं वदामि परिवर्तनं भवति इति। अपि च सप्तमी विभक्ति यत्र दृश्यते तस्मात् पूर्वं यः वर्णः अस्ति तस्य वर्णस्य परिवर्तनं भवति। अपि च पञ्चमी विभक्ति अस्ति चेत् तस्मात् परं यः वर्णः अस्ति तस्य परिवर्तनं भवति. अपि च तृतीया विभक्ति यत्र भवति तस्मात् पूर्वं वा परं वा कार्यं भवति इति सः उक्तः. समीचीनं भगिनि, सम्यक् अस्ति, समीचीनम्. अत्र कोऽपि प्रश्नः वा अस्मिन् परिच्छेदे? एतत् सम्यक्तया अवगन्तव्यम्. अत्र विभक्तीनाम् अर्थः सम्यक्तया मनसि स्थापनीयं. षष्टिविभक्तिः इत्युक्ते स्थाने, प्रथमविभक्तिः इत्युक्ते आदेशः, आगमः, नामकरणं, सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यं, यस्य सप्तमी तस्मात् पूर्वं कार्यं, पञ्चमी इत्युक्ते परकार्यं, यस्य वर्णस्य पञ्चमी अस्ति तस्मात् अनन्तरं कार्यं भवति, तृतीया विभक्तिः इत्युक्ते संयोजनम् इत्युक्ते कार्यं पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति. तर्हि सन्दर्भं दृष्ट्वा अवगन्तुं शक्नुमः पूर्वमस्ति वा परमस्ति वा इति. अस्तु तर्हि ततः अग्रे सरेम. इदानीम् अत्र हरीश् महोदय पठति वा? हा, तत्र षष्ठीविभक्तिः इति आरभ्य खलु? हा, सत्यं. षष्ठीविभक्तिः स्थाने, सूत्रे यस्य वर्णस्य प्रत्याहारस्य षष्ठीविभक्तिः भवति सः स्थानी भवति इत्युक्तौ इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन्नेव सूत्रे यः वर्णः प्रत्याहारः प्रथमाविभक्त्यन्तः सः. एवं तत्र षष्ठी, इदानीं तु सूत्रं कथं पठनीयम् इति आदिमं सोपानं भवति. सूत्रेषु विद्यमानानां पदानां विभक्तिः का इति, तत्र यस्य पदस्य षष्ठीविभक्तिः भवति तत्पदं स्थानी इति नामधेयम् अस्ति. तस्य पदस्य नामधेयम् अस्ति स्थानी इत्युक्ते तस्य पदस्य स्थाने अपरस्य वर्णस्य आदेशः भवति इति. कः वर्णः आयाति तस्य स्थाने इत्युक्ते यः वर्णः अथवा प्रत्याहारः प्रथमाविभक्त्यन्तः अस्ति तद् सः वर्णः एव षष्ठीविभक्तेः वर्णस्य स्थाने आयाति इति अर्थः. उदाहरणार्थं तत्र इको यणचि इति सूत्रमस्ति. तत्र इकः इति पदं षष्ठ्यन्तं पदमस्ति, यण् इति पदं प्रथमान्तं पदमस्ति. अत एव उपरितने वाक्ये उपरितनं वाक्यं दृष्ट्वा वयं वक्तुं शक्नुमः तत्र इकस्थाने यण् आदेशरूपेण भवति इति इको यणचि इति. इतोपि पठनीयं वा? न, धन्यवादः महोदय, समीचीनमस्ति. इकः स्थाने यण् आदेशः भवति कदा भवति? अचिपरे अपि च संहितायां. सम्यक्, समीचीनं महोदय, सम्यक्. अत्र अनुराधा भगिनी अवगच्छति वा? अनुराधा भगिनी, न अवगच्छति भगिनि. हा, अत्र किं न अवगच्छति वदतु. अत्र स्थाने इति षष्ठीविभक्तिः इत्युक्ते स्थाने खलु, स्थाने इत्युक्ते अत्र सूत्रमस्ति इको यणचि इति सूत्रम्. इको यणचि इति सूत्रे कस्य पदस्य षष्ठीविभक्तिः अस्ति? इऊरुल् इका मीन्स् इऊरुल्. सत्यम्, इक् इत्युक्ते इऊरुल्. सत्यम्, इक् प्रत्याहारे ते वर्णाः सन्ति. सत्यम्, अत्र अस्मिन् सूत्रे इको यणचि इति सूत्रे इकः इति अस्ति. इकः इत्यस्य विभक्तिः का? षष्टिविभक्तिः. तर्हि सामान्यतया षष्टिः इत्युक्ते वयं लोके वदामः सम्बन्धः इति वदामः खलु, सम्बन्धः. परन्तु अत्र पाणिनीयसूत्रेषु सम्बन्धः इति अर्थः नास्ति. अत्र षष्टिः इत्युक्ते स्थाने इति अर्थः. इत्युक्ते यस्य अत्र इकः इति अस्ति तर्हि इक् वर्णस्य स्थाने इति अर्थः. इक् वर्णस्य स्थाने किमपि भवति तर्हि अत्र इकः स्थाने इत्युक्ते अत्र यदि योगः अपि इति उदाहरणं दृष्टवन्तः खलु, तत्र यदि इति पदस्य तत्र यदि इति पदस्य अन्ते कः वर्णः अस्ति? ई वर्णः इक् प्रत्याहारे अस्ति वा? अस्ति अस्ति खलु, तर्हि ई वर्णः एव इकः, तर्हि तदेव स्थानी अस्ति. यदि इति पदे ई वर्णः स्थानी अस्ति, यतोहि ई वर्णः इक् प्रत्याहारे अस्ति, तर्हि ई वर्णस्य स्थाने किमपि भवति इति अर्थः. किं भवति किं भवति इत्युक्ते अत्र यण् इति उक्तं, तर्हि यण् इति आदेशः भवति इकः स्थाने यण्. तर्हि यदि इत्यस्मिन् इकारस्य स्थाने यण्, यण् प्रत्याहारे के के वर्णाः? यण् प्रत्याहारे एकनिमिषम् यण् प्रत्याहारे न जानामि. पञ्चमसूत्रं पश्यतु. पञ्चमसूत्र माहेश्वरसूत्रेषु पञ्चमं सूत्रं किं? 2, 3, 4, 5 हयवरट्. हयवरट्, तत्र द्वितीयः वर्णः कः? या. या, तत्र अग्रिमसूत्रं लर्ण. हा लर्ण, इदानीं यण् इति अस्ति यकारात् आरभ्य अस्ति, यकारात् वदतु यकार आरभ्य नासे न पर्यन्तं. न पर्यन्तं, तत्र यण् इति प्रत्याहारे के के वर्णः? यव र ल. हा यव र ल, अवगतं खलु? अवगतं. यन् प्रत्याहारे इदानीम् अत्र एच् प्रत्याहारे के के वर्णः? एच् एच् एकारः अनन्तरं चकारः. एकार चकार ए ओ ऐ औ ह य वदतु पुनः. ओन्लि टु पुनः वदतु. ए ओ ए ओ ऐ औ. हा चत्वारः वर्णः खलु? हा चत्वारः वर्णः. समीचीनं. तर्हि इदानीम् अत्र सूत्रे इकः इति षष्ट्यन्तं पदमस्ति, तस्य स्थाने यण् इत्युक्ते यण् प्रत्याहारस्य वर्णः यवरल इत्येषु एकः वर्णः आगत्य उपविशति. तर्हि अत्र वयं जानीमः इकारस्य स्थाने यकारः आगच्छति, यकारः आगच्छति, तर्हि यण् सन्धिः इति वदामः. अवगतम्? अवगतं भगिनि. सम्यक्, धन्यवादः. समीचीनं. अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु तर्हि उमा भगिनी पठति वा? उमा भगिनि, अन्ये के के सन्ति? नाम उच्यतां. महादेवन्. हा महादेवन् अस्ति. अनन्तरं रामनाथन्. हा रामनाथन् अपि अस्ति. अत्र नूतनतया कोऽपि आगतवान् वा? सुमन् अस्मि भगिनि. सुमन् नमस्कारः. शेखरः अस्मि अहं. हा नमस्कारः महोदय. हरि ओम्. हरि ओम्. हा नाम सावित्री. सावित्री भगिनि अस्तु. नमस्कारः भगिनि. अस्तु अस्तु, तर्हि अग्रे अत्र उमा भगिनी पठतु. प्रथमा विभक्तिः अस्तु. कृष्णन् महोदय स्टार् सिक्स् नोदयतु. कृष्णन् महोदय अस्तु, तर्हि विनय् महोदय पठतु. विनय् महोदय अस्तु, शेखर् महोदय पठतु कृपया. श्रूयते किल? श्रूयते. प्रथमा विभक्तिः इति मन्ये. आदेशः आगमः नामकरणं सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने. तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः एकनिमिषं कुत्रचित् गतमस्ति, एकनिमिषं तिष्ठतु भगिनि कृपया. सूते तादृश षष्टिविभक्त्यन्तः वर्णो नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तवर्ण आयाति, किन्तु अपरस्य वर्णस्य स्थाने इति न. अतः तस्य नाम आगमः. अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका. आदेशः इको यणचि, इकः स्थाने यन् आदेशः भवति. तावत् वदतु महोदय प्रथमतया. एवमस्ति, अत्र प्रथमाविभक्तिः नाम अत्र आदेशः आगमः उत नामकरणं भवति. सूत्रे यदा प्रथमाविभक्त्यन्तं पदमस्ति तर्हि तस्य पदस्य पदस्य यः वर्णः अस्ति सः वर्णः आदेशरूपेण भवति उत आगमरूपेण भवति उत केवलं नामकरणं स्यात्. आदेशः नाम अन्यस्य वर्णस्य स्थाने भवति, आगमः नाम षष्ट्या निर्दिष्टस्य पदस्य परं वा पूर्वं वा भवति. नामकरणं नाम केवलं संज्ञापकरणं वत् केवलं नामकरणम् अस्ति तत्र. सम्यक् अस्ति महोदय, समीचीनं. तर्हि अत्र अत्र आगमः इति कथं ज्ञायते, आदेशः इति कथं ज्ञायते? यदि पूर्वं किमपि वर्णः अस्ति तस्मिन्नेव स्थाने तं वर्णं बाधयित्वा यदि अपरः वर्णः आयाति तर्हि आदेशः इति उच्यते. यदा यथा अत्र इको यणचित्यस्मिन् स्थाने इति योगः अपि इकारस्य स्थाने यकारः आयाति तत्र आदेशः अस्ति साक्षात्. आगमः इत्युक्ते आगमः नाम गच्छन्नस्ति इत्यत्र गच्छन् परम् अकारः अस्ति, तत्र नकारस्य द्वित्वं भवति. पूर्वं नकारः न आसीत् किन्तु अधुना तु अपरः नकारः आगतः, तत्र आदेशः अस्ति. समीचीनम्, सम्यक् महोदय, समीचीनमस्ति. तर्हि सामान्यतया तत्र सूत्रेषु षष्टिविभक्त्यन्तं पदं सामान्यतया अत्र सूत्रे नास्ति, तत् आगमः इति ज्ञातुं शक्नुमः. अपि च आगमस्य अन्यसङ्केतः अपि भवति, तत् कथम् इति अग्रे गत्वा ज्ञास्यामः. यत्र स आगमस्य यत्र पदस्य अन्ते टकारः अस्ति अथवा ककारः अस्ति तत्र आगमः इति अवगन्तुं शक्नुमः. कथम् इति चेत् तत्र एकं सूत्रमस्ति, परिभाषासूत्रं, तत् अग्रे गत्वा पठामः. इदानीम् अत्र तावद् अवगच्छतु, तत्र आगमः इत्युक्ते कस्यचित् स्थाने नास्ति परन्तु यथावत् आगत्य उपविशति, मित्रवत् भवति आगमः. अस्तु, तर्हि अत्र धन्यवादः महोदय. अत्र सन्दीप् महोदय वदति वा सारांशरूपेण अत्र किमस्ति? अत्र प्रथमाविभक्ति इत्युक्ते आदेश आगम उत नामकरणं. सूत्रे प्रथमाविभक्ति अस्ति चेत् सवर्णः सः वर्णः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने स्थाने आगत्य तिष्ठति. षष्टिविभक्त्यन्ते अस्ति. अत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः भवति. षष्टिविभक्त्यन्त वर्णः नास्ति इति चेत् प्रथमाविभक्तिवर्णः अत्र आगमः भवति. नामकरण अपि सूचयति प्रथमाविभक्ति. समीचीनं. कथम् इति अग्रे इदानीं पश्यामः, उदाहरणसहितरूपेण पश्यामः इदानीम्. अस्तु, समीचीनं, धन्यवादः महोदय. अत्र रामनाथन् महोदय पठति वा? आगमः आदेशः. आदेशः इको यणचि, इकः स्थाने यन् आदेशः भवति. इकः षष्ट्यन्तं, यन् प्रथमन्तम्, इकः यन् अचि संहितायाम्. इकः अस्ति चेत् वर्णानां इक् प्रत्याहारः अस्ति वर्णानां स्थाने यन् प्रत्याहारवर्णानाम् आदेशः इक् वर्णस्य स्थाने क्रमेण यन् वर्णः भवति अचि परे, तद् निमित्तम् अचि. सम्यक् सम्यक्, बहु सम्यक्, समीचीनं महोदय. इकः स्थाने यण् आदेशः भवति, अचि परे इति अस्ति. तर्हि अत्र आदेशः अस्ति, इकः स्थाने यण् इति आदेशः अस्ति. यण् इति प्रथमान्तं पदमस्ति, अतः आदेशः इति अवगच्छामः. अत्र षष्ट्यन्तं पदम् इक् इति अस्ति, तर्हि इकः स्थाने यण् आदेशः भवति इति अत्र उदाहरणमस्ति, आदेशः इत्यस्य उदाहरणम्. अस्तु, समीचीनम्, अग्रे पठतु महोदय. सन्दीप् महोदय. आगमः आगमः लुङ् लङ् लिङ् अट् उदात्त. सूत्रं तथा एव पठतु. सूत्रं यथा दत्तमस्ति तथा पठतु. ओके. सूत्रं लुङ् लङ् लुङ् श्व दुदात ष्वडु उदात्तः. लुङ् लङ् लुङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमः भवति, आगमो भवति. लुङ् लङ् लृङ् लङ् शु क्षु सत्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम्. अङ्गस्य अट् उदात्तः, लुङ् लङ् लुङ् च लुङ् षु. किं वदति सूत्रम्? एतानि भिन्नभिन्न क्रियापदरूपाणि लुङ् लङ् हा सत्यं, भिन्नभिन्नलकारेषु भिन्नभिन्नलकारेषु परे अस्ति चेत् धातुरूपी अङ्गस्य अट् अट् मीन्स् प्रत्याहारं. हा, अट् प्रत्याहारे के के वर्णाः? अकार, इकार, उकार, ऋकार, लुकार, एकार, ओकार, ऐकार, औकार, हायवार. हा, सम्यक्. न, अत्र अट् इति प्रत्याहारो नास्ति. सशमेतम् अस्ति, अट् इति आगमः अस्ति. धन्यवादः, सशमेतम्. अट् इति आगमः अस्ति, सः क्षम्यताम्. अत्र हा, अट् इति प्रत्याहारः नास्ति. अत्र पश्यतु महोदय, अत्र लुङ् लङ् रिङ् ष्वडुदात्तः इति सूत्रे पश्यति चेत् अत्र लुङ् लङ् रिङ् ष्व लुङ् लङ् रिङ् षु इति अस्ति, स सप्तम्यन्तं पदम् इत्युक्ते तस्मात् पूर्वं कार्यं भवति. अत्र अङ्गस्य अट् इति अस्ति. यद्यपि अङ्गस्य इति पदं षष्ट्यन्तं पदम् अस्ति, परन्तु अट् इति अस्ति. अट् इत्युक्ते अत्र अट् इति तत्र टकारः अस्ति अन्ते, पश्यति वा, अट् इत्यस्मिन् टकारः अस्ति. अतः सूत्रेषु यत्र अट् इति अस्ति, यत्र टकारः अन्ते अस्ति, तत्र आगमः इति सूचकः अस्ति. टकारः अथवा ककारः अस्ति चेत् आगमः इति सूचकः. अपि च मकारः, टकारः ककारः मकारः अन्ते अस्ति चेत् तत्र आगमः इति सूचकः अस्ति. तर्हि अङ्गस्य इति पदं यद्यपि षष्ट्यन्तं पदम् अस्ति, अङ्गस्य इति पदं सूत्रे नास्ति. अत्र सूत्रे तु लुङ् लङ् रिङ् ष्वडु दात्तः, लुङ् लङ् रिङ् षु अट् उदात्तः इति अस्ति. लुङ् लङ् रिङ् षु, लुङ् लङ् रिङ् षु योगः अट्, तत्र किं भवति? अत्र लुङ् लङ् रिङ् षु योगः अट्. सुमन् भगिनी वदतु. अत्र सन्धिकार्यमस्ति, सन्धिकार्यमस्ति. लुङ् लङ् रिङ् षु योगः अट् किं भवति? धातु अस्ति चेत् धातोः अङ्गस्य, एकक्षणं भगिनि, एकक्षणम्. अत्र सन्धिकार्यस्य विषये पृच्छामि. लुङ् लङ् रिङ् षु योगः अट् इको एणचि. हा, इको एणचि. वदतु किं भवति तत्र? विजयलक्ष्मी. हा वदतु. अत्र उकारस्य रिङ् षु इति उकारः अस्ति किल, उकारस्य परे अकारः अस्ति. अकारः इत्युक्ते अच्. सो अत्र उकारस्य व इति आदेशः भवति. तदर्थमेव लुङ् लङ् रिङ् ष्व उडात्तः इति भवति. हा, सत्यं सत्यं. सर्वे अवगतवन्तः खलु? अत्र इको एनर्जी इति सूत्रं दृष्टवन्तः. तस्य प्रयोगः कुत्र भवति इति चेत् एतादृशस्थलेषु भवति. अत्र लुङ् लङ् रिङ् षु इति अस्ति, तस्य अनन्तरं साक्षात् अनन्तरम् अट् इति अस्ति. तर्हि लुङ् लङ् रिङ् षु इत्यस्य अन्ते उकारः अस्ति. उकारः इक् प्रत्याहारे अस्ति, अस्ति खलु, उकारः इक् प्रत्याहारे. तदनन्तरम् अट् इत्यस्य अकारः अच् प्रत्याहारे अस्ति, अचि परे. अतः अच् इति वर्णात् पूर्वं कार्यं भवति. कीदृशकार्यं? यण् आदेश. हा हा, इदानीं वदामि. अट् अट् इति वदामि, परन्तु अत्र सूत्रे प्रथमतया सूत्रे कति पदानि सन्ति तस्मिन् विषये इदानीं वदन्ती अस्मि. तत्र सूत्रेषु लुङ् लङ् रिङ् ष्वडुदात्तः इति अस्ति. तस्य पदच्छेदं कुर्मः चेत् तत्र लुङ् लङ् रिङ् षु इति एकं पदं, सप्तम्यन्तं पदं. तदनन्तरम् अट् इति द्वितीयं पदं, तदनन्तरम् उदात्तः इति तृतीयं पदं. तर्हि लुङ् लङ् रिङ् ष्व इति कथम् अभवत् इति चेत् तत्र यण् सन्धिः भवति. तत्र उकारस्य स्थाने वकारः आगच्छति. कथम् आगच्छति इति चेत् तस्य सूत्रमस्ति, इदानीमेव दृष्टवन्तः खलु, इको यणचि इति सूत्रेण एव अत्र अस्मिन् सूत्रे यण् सन्धिः भवति. उकारस्य स्थाने वकारः, इकः स्थाने यण्. कदा भवति? अचि परे. अट् अट् इति प्रत्याहारस्य अकारः अच् वर्णः अस्ति. अतः तत्र लुङ् लङ् रिङ् ष्व इति अभवत्. तदनन्तरं तत्र लुङ् लङ् रिङ् ष्वट् लिङ् ष्वट् इति अस्ति. रिङ् ष्वट् योगः उदात्तः. तत्र पुनः सन्धिकार्यमस्ति. जश् सन्धिं भूत्वा, सन्धिः भूत्वा लुङ् लङ् रिङ् ष्वडुधातः इति रूपम् आगतम्. तर्हि सूत्रेषु त्रीणि एव पदानि. इदानीम् अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् अङ्गस्य इत्यपि आगच्छति. अनुवृत्तिरूपेण अङ्गस्य इति आगच्छति. कथम् आगच्छति इति इदानीं चिन्ता मास्तु. अट् उदात्तः लुङ् लङ् रिङ् षु इति अस्ति. तर्हि सूत्रे अट् इति अस्ति. अट् इत्युक्ते सामान्यतया अट् इति पश्यामः चेत् वयं प्रत्याहारः इति चिन्तयामः, परन्तु सूत्रेषु यत्र अट् अथवा यत्र अन्ते ककारः अस्ति अक् अथवा अन्ते मकारः अस्ति तत्र तादृशवर्णाः आगमस्य सूचकाः. अतः अत्र अट् इत्युक्ते प्रत्याहारः नास्ति, परन्तु आगमः इति अर्थः. यतोहि तादृश इङ्गितम् तकारः मकारः ककारः कवर्गस्य प्रथमवर्णः अस्ति चेत् तत्र आगमः इति सूचकः अस्ति. अत्र अट् इति आगमः अस्ति, तर्हि इदानीं आगमः इति जानीमः. कस्य आगमः इति चेत् तत्र अङ्गस्य आगमः. इदानीम् अत्र उदाहरणं पश्यामः. अयोगः पट् योगः अयोगः त. इदानीं लङ् लकारे वयं जानीमः खलु, अपठत् इति रूपं वयं जानीमः, अकादत् अपश्यत्. तर्हि तत्र सर्वत्र लङ् लकारे आदौ अकारः श्रूयते. केन सूत्रेण अकारः आगतः? एतेन सूत्रेण एव, लुङ् लङ् लिङ् ष्वडुदात्तः इति सूत्रेण एव आदौ अकारः आगतः, अतः एव अपठत्. परन्तु तत्र लट् लट् लकारे तत्र पठति इति रूपम् अस्ति, पठति इति रूपं. परन्तु लङ् लकारे अपठत्, तत्र अकारः कथम् आगतम्? एतेन सूत्रेण आगतं. तर्हि सूत्रं वदति अट्टि. हा किं सूत्रे अट् इति आगमः अस्ति. तर्हि आगमः कुत्र आगच्छति इति चेत् तत्र पट् इति अङ्गं, पट् इति अस्ति खलु, पट् इति धातुरूपी अङ्गं. पट् एव धातुः अस्ति, पट् इति धातुः. धातुः इत्युक्ते मूलरूपं, वयं जानीमः खलु धातुः इत्युक्ते मूलरूपं. पट् इति मूलरूपम् अस्ति, तस्मात् पूर्वम् आगमः भवति. अतः अत्र अकारः आदौ आगच्छति, तर्हि अपठत्. तदर्थम् अत्र सूत्रम् अन्यत् सूत्रमस्ति. अत्र यत्र आगमः अस्ति, आगमः कुत्र आगच्छति इति चेत् तत्र अन्यत् परिभाषासूत्रमस्ति, आद्यन्तौ टकितौ इति एकं सूत्रमस्ति. इदानीं तस्य चिन्ता नास्ति. परन्तु यत्र आगमः टकारः अस्ति, इदानीम् अट् इति अस्ति खलु, अत्र अन्ते टकारः अस्ति. यत्र टकारः अस्ति तत्र यस्य आगमः तस्य आदौ आगच्छति. टकारः अस्ति चेत् आदौ आगच्छति, ककारः अस्ति चेत् अन्ते आगच्छति आगमः. तर्हि इदानीम् अत्र पट् इति अङ्गस्य आदौ अकारः आगच्छति, अट् इति आगमः आदौ आगच्छति, अतः अपठत् इति रूपम्. स्पष्टं वा? टकारम् इत्संज्ञा वा? हा हा, इत्संज्ञा एव. इदानीं चिन्ता मास्ति, चिन्ता मास्तु, यतोहि वयं न पठितवन्तः खलु इत्संज्ञा. अतः अत्र टकारः अस्ति इति कृत्वा आगमः इति सूचकः अस्ति, आदौ आगच्छति. भगिनि, अट् चेत् किम् अट् इति आगमः अस्ति. अत्र सूत्रे अट् इति दत्तमस्ति खलु, अट् इति आगमः अस्ति. आगमः इति कथं जानीमः? यतोहि टकारः अस्ति, टकारः आगमस्य सूचकः. तर्हि सूत्रे वदति अङ्गस्य तत्र धातुः अस्ति, धातोः आदौ आगमः आगच्छति. तर्हि अत्र अकारः आदौ आगच्छति, अपठत् इति रूपम्. धातोः पूर्वं परं द्वयोः स्थाने अकारः अस्ति किल? हा, तदनन्तरं यः अकारः अस्ति सः अकारः भिन्नः. इदानीं तत्र तस्य हा पठत् इति चिन्तयतु. इदानीं पठत् इति अस्ति, पठत् इत्यस्मात् पूर्वम् अकारः आगच्छति. तस्य अनन्तरं यः अकारः अस्ति सः भिन्नः. सो पूर्वं यद् अकारः आगच्छति तस्य अट् इति कारणात् आगच्छति. सत्यम्, अट् इति आगमः अस्ति. परन्तु विकर्णप्रत्ययः खलु? हा हा, विकर्णप्रत्ययः इदानीं मास्तु, इदानीं मास्तु, अनन्तरं पश्यामः. अस्तु, ककारः तकारः आगमस्य सूचिकाः अस्ति किल? सत्यम्. अत्र अट् अस्ति, इको एनर्जि तत्र स्थानं भिन्नमस्ति, अत्र अपठत् आ पूर्वमस्ति ओ तद् विकरणप्रत्यय ओके शप् इत्यस्य अपठत् हकार अस्ति तत्र आग् आ आगमः अस्ति किन्तु पूर्वमस्ति अस्ति किल किन्तु इक अणचि तत्रापि समानमेव अस्ति किल किं समानम् न इको एणचि तत्र आगमः अस्ति चेत् यस्मिन् स्थाने भवति तत्र एव अत्रापि अस्ति भिन्नः नास्ति किल किं भिन्नः न अवगतं प्रश्नः कः इदानीम् अत्र अत्र सूत्रे तु अङ्गस्य अट् आगमः अङ्गस्य अङ्गस्य अट् आगमः भवति तर्हि आग अङ्गस्य स्थाने नास्ति अङ्गस्य आगमः भवति तर्हि अङ्गस्य आदौ अङ्गस्य आदौ आगच्छति षष्ट्यान्तम् अस्ति परन्तु स्थाने अर्थः नास्ति अत्र स्थाने अर्थः नास्ति अत्र स्थाने अर्थः नास्ति अत्र यत्र आगमः इति सूचकः अस्ति चेत् षष्ट्यन्तं पदं स्थाने इति अर्थः नास्ति तत्र अङ्गस्य कस्यचित् आगमः भवति खलु इदानीं सूत्रे केवलम् अट् इति एव अस्ति चेत् अट् उदात्तः लुङ्लङ् रिङ् षडुदात् लुङ्लङ् रिङ् षु इति एव अस्ति चेत् अट् इति कस्य आगमः इति कथं ज्ञातुं शक्नुमः न ज्ञातुं शक्नुमः खलु अङ्गस्य आगमः इति चेत् तत्र अङ्गस्य इति स्थाने नास्ति परन्तु अङ्गस्य आगमः अङ्गस्य आदौ आगमः आगच्छति तदेव यस्मिन् सूत्रे सप्तमीविभक्तिः अपि अस्ति अपि च षष्ठीविभक्तिः अपि अस्ति तस्मिन् सूत्रे षष्ठी इत्युक्ते स्थानी इति अर्थः न एकः प्रश्नः अस्ति अङ्गस्य इति पदस्य विवरणं किञ्चित् वक्तुं शक्नोति किम् अङ्गस्य विवरणम् इदानीम् अधिकं मास्तु अत्र पट् इति अस्ति खलु पट् इति धातुः अस्ति खलु पट् इति धातुः अस्ति पट् इति धातोः अनन्तरम् अकारः अस्ति खलु अकारः प्रत्ययः अस्ति प्रत्ययात् पूर्वं यत्किमपि अस्ति तस्य नाम अङ्गम् प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गं तर्हि इदानीं पट् इति अङ्गम् अस्ति पट् इति अङ्गम् अस्ति अङ्गमिति इदानीं त्यजतु अङ्गम् इति चिन्तनं मास्तु इदानीं धातुः इति स्वीकरोतु अत्र पट् इति धातुः अस्ति धातोः आदौ आगच्छति आगमः भगिनि लुङ् लङ् लृङ् षु इति सप्तमी विभक्ति अस्ति परन्तु तत् कार्यं किमपि नास्ति पूर्वकार्यम् इति नास्ति यत्र आगमः इति अत्र पूर्वकार्यम् इत्युक्ते अत्र पश्यति चेत् अत्र लुङ्लाङ् रिङ्क्षु इत्युक्ते अत्र यद्यपि सप्तमी अस्ति तत्र सप्तमी इति चेत् अत्र लुङ्लाङ् रिङ्क्ष परे चेत् तस्मात् पूर्वमेव कार्यम् अत्र अत्र लङ् लकारः अस्ति अत्र त इति प्रत्ययः तिङ् प्रत्ययः अस्ति तत्र लकारसूचकः अस्ति तस्मात् पूर्वमेव कार्यम् अत्र कुत्र कार्यमस्ति चेत् अत्र धातुरूपी अङ्गस्य कार्यम् धन्यवादः भगिनी उदात्तः अर्थं किम् उदात्तः अर्थः इदानीम् अत्र इदानीं मास्तु उदात्तः इत्युक्ते तत्र वर्णस्य उच्चारणं कथं भवेत् इति वर्णस्य उच्चारणस्य विषयः अस्ति इदानीं मास्तु अग्रे गत्वा उदात्तः इत्युक्ते कः इति पश्यामः अत्र तु आगमः इत्युक्ते कस्यचित् वर्णस्य पूर्वं वा परं वा भवति इति एव अत्र विषयः अस्तु तर्हि अग्रे सरेम इदानीं प्रश्नः वा भगिनि अयोगः पठ् योगः अयोगः त प्रथम अकार इति एव आगमः सत्यम् किमर्थम् आगमः इत्युक्ते सप्तमी विभक्ति सप्तम्यन्तम् अस्ति चेत् पट् धातु पट् पट् धाते धातोः पूर्वं परिवर्तनं भवत् अभवत्. हा, पट् धातोः पूर्वम् आगमः आगच्छति. अपि च भगिनी, यदि अट् अस्ति तदनन्तरम् अ आगमः ट न, केवल अ आगमः, केवलम् केवलम् अ इत्येव आगमः. तत्र ट इति सत्यं, ट इति अपगच्छति यथा तत्र ट इति अपगच्छति. वयं दृष्टवन्तः खलु शप् इति उक्तवन्तः, तत्र शप् इत्यस्य पकारः गच्छति इति उक्तवन्तः खलु. पकारस्य इच् संज्ञा भवति, अपि च षकारस्य इच् संज्ञा भवति इति उक्तवन्तः खलु. एवमेव अत्र अट् इति तकारस्य इच् संज्ञा भूत्वा तस्य लोपः भवति, तर्हि अ इति अवशिष्यते इति अवगच्छामि भगिनि. एकं प्रश्न अन्य अस्ति. महोदय उक्तवान् यदि सप्तमी अस्ति अपि च षष्ठी विभक्ति अस्ति, सप्तमी पूर्वकार्यं न करोति, किन्तु अत्र षष्ठी विभक्ति नास्ति. षष्ठी अङ्गस्य इति षष्ठ्यन्तं पदमस्ति खलु, अङ्गस्य सूत्रे नास्ति, अङ्गस्य इति पदं सूत्रे नास्ति, परन्तु पूर्व तत्र अङ्गस्य इत्यस्य अधिकारः अस्ति. कथं भवति इति इदानीं चिन्ता मास्तु, तत्र अङ्गस्य इति पदमपि आगच्छति. अस्तु अस्तु, किन्तु अङ्गस्य अत्र केवल विवरणं करोति. हा, अङ्गस्य विवरणम् अत्र नास्ति, यतोहि अत्र केवलम् अत्र उदाहरणं प्रदर्शयितुम् इच्छति. अत्र आगमः कुत्र भवति, कथं भवति आगमः इति तावदेव. अत्र इतोपि विस्तृतरूपेण कथं भवति, अत्र सूत्रस्य अनुवृत्तिः कथं पठनीयं, सर्वम् अग्रे गत्वा इतोपि अग्रे गत्वा पठामः. परन्तु इदानीम् अत्र केवलम् आगमः, अत्र अट् इति अस्ति चेत् आगमः इति सूचकः, तावदेव इदानीम् अवगच्छतु. तावत् पर्याप्तम् इदानीं. धन्यवादः भगिनी. मम प्रश्नः, अत्र अपठत् इति पदः लङ्लकारस्य उदाहरणं, लृट् लकारे पठिष्यति इति भवति किल, धातु पट् धातु बिकम्स् पठिष्यति, तत्र हौ इस् द कार्यं, द प्रोसेस्? प्रोसेस् इदानीं मास्तु, तत्र आर्धधातुकप्रकरणम् अस्ति, तत्र इतोपि बहु किमपि पठनीयं, तदनन्तरमेव तत्र प्रक्रिया कीदृशी इति अवगन्तुं शक्यते. पठिष्यति इति रूपं कथम् आगतम् इति पृच्छति खलु. तत्र पट् इति धातुतः स्य इति प्रत्ययः मध्ये आगच्छति, तदनन्तरं तिङ् इति प्रत्ययः, तिङ् इति प्रत्ययः तत्र मध्ये इडागमः अपि भवति, तर्हि पठिष्यति इति रूपं निष्पन्नं भवति. अत्र लृट्लकारः न दत्तं, सत्यमेव. अत्र लुङ् लङ् रिङ्ग् इति एव अस्ति, न तु लृट् भगिनि, लृट् नास्ति अत्र, लृट् नास्ति अत्र, लृङ्ग् लृङ्ग् कण्डिशनल् पार्ट्. हा, तत्र अपठिष्यति इति रूपम्, अपठिष्यति इति रूपं, तत्रापि अडागमः भवति, तत्रापि अट् इति आगमः भवति. अस्तु, तर्हि अग्रे सरेम. इदानीम् एकः प्रश्नः अस्ति, अत्र उदात्तः इति दत्तमस्ति किल, किं प्रयोजनं तेन? एतावता अहं न दृष्टवती, दृष्टवती महोदय प्रयोजनं, यत्र कुत्रापि उदात्तः अनुदात्तः इति इदानीन्तनकाले तादृश उच्चारणं नासीत् वा? प्रायः पण्डिताः प्रायः जानन्ति, इदानीन्तनकाले तादृश तस्य प्रयोजनं न इदानीं एतावता न दृष्टवती. लौकिकव्यवहारे अपि अपठत् इत्यत्र अकारस्य उदात्तत्वेन किम् अस्ति इति प्रश्नः नाम, तत्र तादृश पूर्वं किमपि आसीत् प्रायः, इदानीम् इदानीं नास्ति, अतः अहं वक्तुं न शक्नोमि. अस्तु, तर्हि अग्रे अत्र महादेवन् महोदय पठतु. नामकरणं सुप्तिकन्तं पदं, सुप्तिकन्तं पदं, सुबन्तं च तिङन्तं च पदसंज्ञा संज्ञको भवतः इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. सुप्तिङ्गं प्रथमान्तं पदं पदं प्रथमान्तं. रामः राम प्लस् सु रामः रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति. सुप् अन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पद पदसंज्ञा भवति. तावत् महोदय. अतः सुबन्तं च तिङन्तं च पदसंज्ञौ भवतः. सुबन्तमस्ति तिङन्तमस्ति एतौ संज्ञकौ भवति. इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. सुबन्तानाम् अपि सुबन्तानां पदसंज्ञा तिङन्तानामपि पदसंज्ञा भवति. सुत्यन्तं प्रथमान्तं पदं प्रथमान्तं भवति. अस्ति किल. रामः रामः प्लस् सु रामः रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति. करेक्ट्. रामः प्लस् सु अन्ते सुप्रत्ययः अस्ति. सुप् अन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. अस्ति. रामः सुप्रत्ययः अस्ति अतः रामः शब्दः सुबन्तः पदसंज्ञा भवति. वद् प्लस् आ प्लस् सि तावत् महोदय. समीचीनं. तावत् तावत् समीचीनं. धन्यवादः. अत्र सूत्रमस्ति सुप् तिङन्तं पदम् इति. सुप् तिङ् अन्तम् इत्युक्ते सुबन्तम् अपि च तिङन्तम् इत्युक्ते यस्य अन्ते सुप् प्रत्ययः अस्ति इत्युक्ते सुबन्तं पदं वयं जानीमः खलु. यथा रामः अत्र कुत्रचित् ध्वनिः अस्ति. कृपया म्यूट् कुर्वन्तु. महादेवन् महोदय. हा अत्र सुप्तिङ्गन्तं पदम् इति सूत्रमस्ति. सुबन्तम् इत्युक्ते यस्य अन्ते सुप् प्रत्ययः अस्ति. यथा अत्र रामः कृष्णः रामा एते सर्वे सुबन्तपदानि अपि च तिङन्तपदं क्रियापदानि. पठति अपठत् अथवा अखादत् खादति पश्यति तत्सर्वं सुबन्त तत्सर्वं क्रियापदानि. तर्हि यस्य अन्ते सुप्रत्ययः अस्ति अथवा यस्य अन्ते तिङ्प्रत्ययः अस्ति तत् पदम् अस्ति. अतः अत्र व्याकरणे पदं सुबन्तम् अथवा तिङन्तं तावदेव पदम्. तर्हि अत्र नामकरणम् अस्ति. पदम् इति नामकरणं कस्य भवति इति चेत् यस्य अन्ते सुप्रत्ययः अथवा तिङ्प्रत्ययः अस्ति तस्य नामकरणं भवति पदम् इति. पदमिति काचित् संज्ञा अस्ति. अतः इदानीम् अत्र उदाहरणमस्ति रामयोगः सु रामः. इदानीम् अत्र पदम् अस्ति तस्य पदसंज्ञा अस्ति. अतः वयं जानीमः अत्र यत्र वाक्यस्तरे पदानामेव प्रयोजनं भवति खलु. वाक्यस्तरे पदानामेव प्रयोजनं भवति. अतः अत्र रामः इति पदम् अस्ति यतोहि तस्य अन्ते सुप्रत्ययः अस्ति. अस्तु भगिनी. सम्बोधनविभक्ते राम इत्येव सुप्रत्ययः अस्ति एव भगिनि. तस्य लोपः भवति तदपि पदमेव. ओके ओके. अत्र अत्र अपदं न प्रयुञ्जीत इत्युक्ते तत्र यत्र कुत्रापि वयम् अपदं न प्रयोगं कर्तुं शक्नुमः. सर्वत्र पदस्य एव प्रयोगः भवति. अतः यदि राम इति सम्बोधनम् अस्ति तत्र पदसंज्ञा नास्ति चेत् तादृशपदस्य प्रयोगः न भवति. अतः राम इति पदं सम्बोधना इति अस्ति परन्तु तस्यापि पदसंज्ञा अस्ति. अस्तु धन्यवादः. भगिनी अत्र सुप्तिङन्तं पदम् इति संज्ञासूत्रमस्ति. संज्ञासूत्रम् अपि च नामकरणम् इति समानेव. सत्यं. नामकरणमेव. संज्ञा इत्युक्ते नामकरणम्. अस्तु समीचीनं. तर्हि अत्र अग्रे गीता भगिनी पठति वा. भगिनी एकः प्रश्नः भगिनी. सुप् तिङन्तं पदम् इति अस्ति, अव्ययम् इति सुबन्तं वा? अव्ययमपि सुबन्तमेव, यतोहि तत्रापि सुप् प्रत्ययस्य लोपः भवति, अतः अव्ययमपि पदमेव. धन्यवादः भगिनी. पठामि गीता. हा पठतु. वद् प्लस् अ प्लस् ति, वद् योगः अ योगः ति इत्युक्ते वदति, वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति. तिङ् अन्ते यस्य सः तिङन्तं, तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. वदामि? हा वदतु भगिनि. वद् इति धातु अस्ति, प्रत्ययोगः भवति वदति इति तिङ् प्रत्ययः, ति इति तिङ् प्रत्ययः अस्ति. तिङ् प्रत्ययस्य अन्ते यस्य सः तिङन्तं भवति. निमित्तम् इदानीं निमित्तं धातु भवति तिङन्तम्, अतः अनेन सूत्रेण तस्य पदं पदसंज्ञा भवति, पदसंज्ञा भवति, पद क्रियापदं भवति. हा संज्ञापदं, वदति इति पदम् इति वदति इत्यस्य पदसंज्ञा भवति अनेन सूत्रेण. संज्ञा भवति. किमर्थं भवति पदसंज्ञा? पदसंज्ञा क्रियापदम् इति भवति. हा न, अत्र पदसंज्ञा भवति, अत्र के अत्र कथं भवति पदसंज्ञा, किमर्थं भवति पदसंज्ञा? तिङन्तम् इति भवति. हा यतोहि तत्र तिङ् इति प्रत्ययः अन्ते अस्ति खलु, वद इति इत्यस्य अन्ते तिङ् प्रत्ययः अस्ति, वदति. तत्र ति इति श्रूयते खलु, वदति, पठति, गच्छति, ति इति श्रूयते. अतः तिङ्गन् तिङ् प्रत्ययः अस्ति, अतः तिङन्तं पदं पदमस्ति, अनेन सूत्रेण पदसंज्ञा. अस्य सूत्रस्य निमित्तं धातु धातु अस्ति किल? हा अत्र यतोहि नामकरणसूत्रं नामकरणसूत्रमस्ति, अतः निमित्तम् इति न वदामः अत्र, निमित्तम् इति सामान्यतया न वदामः अत्र. नामकरणसंज्ञासूत्रमस्ति. संज्ञासूत्रे अत्र किम् अस्ति इति चेत्, यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य नामकरणमस्ति पदम् इति. हा तर्हि अत्र राम इत्यस्य पदस्य अन्ते तत्र सु इति प्रत्ययः अस्ति, सु इति प्रत्ययः सुप् प्रत्ययः अस्ति, अतः रामः इति पदमस्ति. एवमेव वदति इत्यस्मिन् अन्ते ति इति प्रत्ययः, तिङ् प्रत्ययः अस्ति, अतः वदति इति पदम् अस्ति. पदम् अस्तु, पदसंज्ञा भवति. अस्तु, पदसंज्ञा भवति. भगिनी अत्र एकं पदमस्ति, पदं प्रथमान्तम् और् सुप्तिगन्तं प्रथमान्तं. सुप्रत्यये रामाणाम् अपि आगच्छति, रामस्य अपि आगच्छति किल? प्रथमान्तं न किल? न न, अत्र अस्मिन् न न, तत्र तु अत्र सुप् इति प्रत्ययः न केवलम् एकस्य प्रत्ययस्य नामकरणं सुप् इति अस्ति, अत्र सुप् इति प्रत्यये अत्र एकविंशति प्रत्ययाः सन्ति. सेवेन् इण्टु त्री, यस् सेवेन् एकविंशति प्रत्ययाः सन्ति, तस्य नामकरणमस्ति सुप् इति. सुप् इति संक्षेपे वदामः. वै इस् द वर्ड् प्रथमान्तं यूस्ड्? ऐ डिड् नाट् अण्डर्स्टाण्ड्. न, सूत्रे सुबन्त सुप् तिङन्तं पदम् इति अस्ति. पदम् इत्यस्य विभक्तिः का? ओ, पदं पदस्य विभक्ति प्रथमा. पदम् इति पदस्य विभक्तिः अस्ति प्रथमा. सुप् तिङन्तम् इति तु सुप् तिङन्तम् इति विशेषणमस्ति, पदम् इत्यस्य विशेषणं. विशेषणस्य विशेषणं विशेष्यम् अनुसृत्य तस्य लिङ्गं वचनं विभक्तिः भवति खलु, अतः सुप् तिङन्तम् इत्यस्य अपि प्रथमविभक्तिः. अवगतं भगिनि, थेङ्क् यु. अस्तु तर्हि अग्रे सरेम. इदानीं स्पष्टमस्ति खलु पदसंज्ञा? अस्तु तर्हि अग्रे अत्र सूर्यकुमारी भगिनी पठति वा? हा भगिनि, सप्तमी विभक्तिः पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति. अग्रे उदाहरणमपि पठतु. पूर्वकार्यम् अग्रे इको एनचि अपि पठतु. या इको एनचि इकः स्थाने यन् आदेशः भवति अचिपरे इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तमान्त्यं सप्तम्यन्तम् इकः यन् अचि संहितायां सप्तमविभक्तिः अचि सप्तमविभक्तिः सूचनं पूर्वकार्यं पूर्वकार्यम् अच् परे पूर्वकार्यम् इत्युक्ते पूर्वकार्यं पूर्वकार्यं इकः स्थाने इकः स्था पूर्वकार्यम् इत्युक्ते पूर्वकार्यम् अचि परे प्रिसीडिङ्ग् पूर्वकार्यं अर्धः सप्तमे किमपि कार्यं भवति सप्तमी कार्यं भवति षष्टिविभक्तिस्थाने षष्टिविभक्तिपदेशः भवति इकः स्थाने यण् आदेशः भवति कदा भवति यदा तस्य अनन्तरं अश्वर्णः खलु आदेशः न अत्र अचि इत्यस्य किं महत्त्वम् अचि इति पदस्य किं महत्त्वं किम् अचि अचि अचि परणा अचि निमित्तं निमित्तम् अचि निमित्तं सत्यम् अचि अचि इति निमित्तम् अस्ति अचि इति सप्तम्यन्तं पदम् अस्ति सप्तम्यन्तं पदम् इत्युक्ते तस्मात् पूर्वं कार्यं भवति खलु आम् हा अस्तु समीचीनम् अचि एव पूर्वकार्यं भवति अत्र यदि योगः अपि इति उदाहरणे अत्र वदतु किं भवति अत्र अचि किम् अस्ति यदि योगः अपि यदि योगः अचि चेत् पूर्वकार्यं साध्यम् अस्तु हा समीचीनं भगिनि अत्र गीताञ्जलि भगिनि वदतु किञ्चित् अत्र यदि योगः अपि अत्र अचि इति किम् अस्ति अचि ओ यत् योगः अपि पुनः वदतु यद् पुनः भगिनी प्रश्नः पुनः पृच्छतु अत्र यदि योगः अपि इति उदाहरणमस्ति यदि योगः अपि योगः अपि अत्र अत्र सप्तम्यन्तं पदं किं यदि इति न द्वयोः सप्तमी अत्र इको एणचि इति सूत्रे अचि इति अस्ति खलु अचि इति सप्तम्यन्तं पदम् अत्र यदि योगः अपि इति अचि इति अपि अकार आदौ यतः यतः इ योगः अ अस्ति अत्र तदनन्तरं सप्तमी अचि अचि इत्युक्ते निमित्तं तदनन्तरं दकारस्थाने इकारस्थाने य क्षम्यताम् इकारस्थाने य आदेश भवति तदनन्तरं यद् योगः य योगः पि आहत्य यद्यपि इको यणचि कारणेन. हा समीचीनं भगिनी. अत्र अत्र मम प्रश्नः अस्ति अचि इति कस्य सूचकः अस्ति यदि योगः अपि इत्यस्मिन्? अचि सूचकनिमित्तं भगिनि. अ निमित्तं कुत्र अस्ति अत्र यदि योगः अपि? अच् प्रत्याहारे परे यदि अच् प्रत्याहारे परे तदनन्तरं पूर्वकार्यम् अस्ति. अत्र यदि योगः अपि इति अच् प्रत्याहारे परे अच् वर्णः कः? अच् वर्णः अ अपि अपि इत्यस्य अकारः एव अच् प्रत्याहारस्य वर्णः अस्ति खलु? आं भगिनि. अपि इत्यस्य अकारः एव निमित्तम् अस्ति, तदेव कारणम् अस्ति. तर्हि तस्मात् पूर्वं, तर्हि तदेव सप्तम्यन्तं पदम् अस्ति. तस्मात् पूर्वं साक्षात् पूर्वं कार्यं भवति. कुत्र भवति कार्यं? यदि इत्यस्य इकारस्य स्थाने. अवगतं खलु? समीचीनं. सूर्यकुमारी भगिनी अवगतं खलु? भगिनि अस्तु अस्तु समीचीनम् अस्तु. सुशीला भगिनी पठति वा? पठितुमिच्छति वा सुशीला भगिनी? भगिनी एक प्रश्न पूर्वं भवती उक्तं किन्तु अहं न अवगच्छामि. पुनः वदतु किमर्थं सुप्तिङन्तं पदं मकार अन्ते प्रथमविभक्तिसूचकः? पश्यतु अत्र अत्र पदमिति पदमस्ति खलु सूत्रे सुप्तिङन्तं पदम्. तत्र पदम् इत्यस्य विभक्तिः का? पदम् नपुंसकलिङ्ग पदम् एक प्रथमविभक्ति अपि च द्वितीय. हा प्रथमाविभक्तिः अपि च द्वितीय. इदानीम् अत्र प्रथमाविभक्तिः अस्ति पदम्. प्रथमाविभक्तौ अस्ति पदम् इति पदम्. सुप्तिङन्तम् इति तत्र कीदृशपदम्? विशेषणविशेष्यभावात् अत्र. हा विशेषणविशेष्यभावः अस्ति खलु. तर्हि इदानीं कीदृशपदम् इति पृच्छामि चेत् सुप्तिङन्तं पदम् इति अस्ति. तर्हि सुप्तिङन्तं विशेषणमस्ति, पदम् इत्यस्य विशेषणमस्ति. पदम् इति प्रथमविभक्तौ अस्ति चेत् सुप्तिङन्तं कस्मिन् कस्यां विभक्तौ भवति? प्रथमविभक्ते एव. हा विशेषणं विशेष्यम् अनुसृत्य भवति खलु. अतः सुप्तिङन्तमपि प्रथमविभक्तौ एव अस्ति अत्र. अवगतम्? आम् आं भगिनि धन्यवादः. अस्तु अस्तु अग्रे अत्र सुशीला भगिनी. भगिनी एकः सन्देहः. कृदन्तमपि सुबन्तमेव भवति? सत्यं सत्यं. कृदन्तम् इति तत्र प्रथमतया तत्र प्रातिपदिकरूपेण भवति, तदनन्तरं सुप् योजयामः सुबन्तं. कृदन्तपदानि अपि सुबन्तानि. कृदन्तं सदितं सर्वं पदमेव. सत्यं सत्यम्. अस्तु सुशीला भगिनी अस्ति वा? अस्तु नो चेत् जयन्त् महोदय. पठति वा पञ्चमी विभक्तिः? हा भवति. पञ्चमी विभक्तिः परकार्यं. सूत्रे यत्र वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नामनिर्दिष्टं कार्यं तस्मात् परमस्ति. रसाभ्यां तस्मात् पूर्वम् अस्ति महोदय. तस्मात् परं परं परं मम करपत्रे पूर्वं न सप्तमी नास्ति, इदानीं पञ्चमी खलु. पञ्चमी भक्ति हा पठतु महोदय. रसाभ्यां नो नः समानपदे रेफः शकाराभ्याम् उत्तरमस्यं यस्य नकारस्य नकारादेशो भवति समानपदस्थ पद समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः. दशाभ्यां पञ्चमयन्तं न षष्ट्यन्तं नः प्रथमान्तम्. वर्ण उदाहरणं वर्ण पूर्ण रामेण पुष्पाणि. अत्र षष्ठीविभक्ति किम् अर्थमिति अत्र दत्तानि दत्तं. सारि क्षम्यतां महोदय, पञ्चमविभक्ति पञ्चमविभक्ति अत्र पञ्चमविभक्ति इत्युक्ते परकार्यम् इत्युक्ते वर्णस्य परं यत् यद्वर्णः अस्ति तत्र षष्ठीविभक्ति परकार्यमस्ति. षष्ठीविभक्ति किमर्थं वदति? क्षमतां पञ्चमी विभक्ति इति अस्ति. क्षमतां भगिनि, चिन्ता नास्ति, वदतु. अहं षष्ठीविभक्ति बहुवारम् उक्तवान्, चिन्ता नास्ति, वदतु. पञ्चमी विभक्ति अस्ति. उदाहरणार्थं दशाभ्यां नो नः समानपदे भगिनी प्रथमवाक्यम् अहं न अवगन्तुं, परन्तु दशाभ्यां पञ्चमयन्तं नः षष्ट्यन्तं नः प्रथमान्तम् अस्ति चेत् रसाभ्यां पञ्चमयन्तम् अस्ति चेत् कार्यं परमस्ति. नः षष्ट्यन्तम् अस्ति, नः प्रथमान्तम् अस्ति, नः अत्र षष्ट्यन्तं नः प्रथमान्तं नः नः इति स्थाने कार्यम् अस्ति, परन्तु नः प्रथमान्तम् अस्ति चेत् आदेशः भवति भगिनि अत्र अत्र नः इति दन्त्यनकारः, नः इति षष्ट्यन्तं, तर्हि षष्ट्यन्तम् इत्युक्ते षष्ट्यन्तम् इत्युक्ते स्थाने, तर्हि दन्त्यनकारस्य स्थाने स्थाने किं भवति? स्थाने कार्यं भवति. कीदृशकार्यं? नकारादेश भवति, नकारस्य स्थाने नकार आदेशः भवति. मूर्धन्यनकारः मूर्धन्यनकारः दन्तनकारस्य स्थाने मूर्धनकारस्य आदेशः भवति. अत्र सूत्रे कति पदानि सन्ति? तत्र सूत्रे रसाभ्यां नो णः समानपदे इति अस्ति, तर्हि चत्वारि पदानि सन्ति. प्रत्येकं पदस्य विभक्तिः का? रसाभ्यां विभक्ति पञ्चमयन्तं, नः विभक्ति षष्ट्यन्तं, नः विभक्ति प्रथमान्तम्. समानपदे समानपदे इत्युक्ते अत्र त्रीणि पदं समानपदे अस्ति भगिनि? न न, समानपदे इति सप्तम्यन्तं पदम् अस्ति खलु, समानपदे. अस्तु अस्तु, सत्यन्तं सत्यन्तं सप्तम्यन्तं पदमस्ति. तर्हि अत्र रसाभ्याम् इति पञ्चम्यन्तं, पञ्चम्यन्तम् इत्युक्ते पञ्चम्यन्तम् इत्युक्ते परकार्यं. हा, तस्य अनन्तरं कार्यं भवति. तर्हि रसाभ्याम् इति तत्र पञ्चम्यन्तं पञ्चम्यन्तं तत्र वचनं किम्? एकवचनं रसाभ्यां रसाभ्यां द्विवचनं द्विवचनं हा द्विवचनम् अस्ति यतोहि तत्र पश्यति चेत् रेपः अपि च शकारः अत्र दत्तमस्ति खलु रेपः शकारः ताभ्यां रेपशकाराभ्याम् इत्युक्ते अत्र अत्र प्रथमवाक्यमस्ति रेपशकाराभ्याम् उत्तरस्य इत्युक्ते रेपशकाराभ्यां ताभ्याम् उत्तरस्य इत्युक्ते ताभ्यां परस्य न तस्मात् परे तस्य अनन्तरं तस्य अनन्तरम् इत्युक्ते रेपः अथवा शकारः अस्ति चेत् तस्य अनन्तरं किमपि कार्यं भवति कीदृशकार्यम् इति चेत् अत्र षष्ट्यन्तं पदम् अस्ति हा अत्र कीदृश पदमिति षष्ट्यन्तं पदम् अस्ति नकारः दन्त्यनकारः षष्ट्यन्तं पदं तस्य स्थाने भवति किमपि कार्यं कीदृशकार्यम् अत्र सूत्रे प्रथमान्तं पदम् अस्ति णः णः इति प्रथमान्तम् अस्ति तर्हि मूर्धन्यणकारः दन्त्यनकारस्य स्थाने भवति सूत्रे समानपदे इति अपि अस्ति समानपदे इति सप्तम्यन्तं पदम् अस्ति परन्तु अत्र पूर्वकार्यम् इति नास्ति अर्थः पूर्वकार्यम् इति नास्ति अर्थः अत्र समानपदे इति चेत् अत्र सामान्यलोके समानपदे इति चेत् विषयसप्तमी समानपदे अस्ति चेद् एव एतादृशकार्यं भवति इत्युक्ते एकस्मिन् पदे यत्र पदद्वयम् अस्ति तत्र एतादृशकार्यं न भवति तर्हि अत्र उदाहरणं पश्यामः भगिनि सन्देहः रसाभ्यां तृतीया चतुर्थी पञ्चमी आल् द त्री विभक्ति इट् कम्स् नो रसाभ्यां हा हा भवितुम् अर्हति परन्तु अत्र अत्र टेल् मी हा अत्र यद्यपि तथा अस्ति परन्तु अत्र पश्यामः चेत् अत्र षष्ट्यन्तं पदम् अस्ति अपि च प्रथमान्तम् अस्ति तर्हि अत्र निमित्तम् आवश्यकं खलु अत्र रसाभ्याम् इति पञ्चम्यन्तं निमित्तम् आवश्यकमस्ति निमित्तरूपेण अस्ति अतः अत्र पञ्चम्यन्तमेव अपि च एकमपि वक्तव्यम् अत्र सूत्रेषु तृतीयान्तम् अपि च चतुर्थ्यन्तं बहुत्र न पश्यामः विरलतया एव पश्यामः सामान्यतया पञ्चमी सप्तमी षष्ठी प्रथमा एतादृशमेव भवति बहुत्र चतुर्थी तु न अत्र बहु बहु विरलतया पश्यामः तृतीया अपि विरलतया एव पश्यामः रामेण हा रामेण अत्र उदाहरणं पश्यामः अत्र वर्ण इति अस्ति खलु वर्ण तत्र म्यूट् करोतु भगिनि कृपया ध्वनिः अस्ति हा वर्ण इति अस्ति तत्र रेपः अस्ति निमित्तं तदेव निमित्तम् अस्ति रसाभ्यां रसाभ्याम् इत्युक्ते रेपशकारः तर्हि रेपः अस्ति तस्य अनन्तरं दन्त्यनकारः अस्ति दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति कदा भवति समानपदे एव भवति अत्र वर्ण इति एकं पदम् अस्ति अतः सूत्रस्य कार्यं भवति वर्ण इति रूपं णत्वस्य विधायकसूत्रमस्ति णत्वम् इति जानीमः खलु बहुत्र णत्वं भवति दन्त्यनकारस्य णकारः अवगतं खलु अत्र भगिनि भगिनी यदि इति सूत्रं रसाभ्यां नो णः केवलम् इति त्रि पद सूत्रम् अस्ति चेत् तदनन्तरम् अपि नकारस्थाने मूर्धन्य णकार आदेशः भवति किमर्थं समानपदे इति दत्तम् हा समानपदे किमर्थं दत्तं सम्यक् अस्ति प्रश्नः बहु सम्यक् अस्ति कोऽपि उत्तरं जानाति वा समानपदे किमर्थं दत्तं समानपदे इत्युक्तं सेम् वर्ड् सेम् एकस्मिन् पदे इत्युक्ते अत्र हा एकस्मिन् इदानीम् अत्र एकं पदम् अस्ति इति चिन्तयतु भगिनि एकस्मिन् पदे रेपः अस्ति परन्तु द्वितीयपदे दन्त्यनकारः अस्ति चेत् तत्र रेपं निमित्तं स्वीकृत्य दन्त्यनकारस्य णत्वं न भवितुम् अर्हति किमर्थं चेत् पदद्वयम् अस्ति तादृशसन्दर्भे कार्यं न भवति केवलम् एकस्मिन् एव पदे कार्यं भवति अतः समानपदे इति आवश्यकम् अस्ति. अवगतम् भगिनि? एक उदाहरणं चेत् किञ्चित्. हा, उदाहरणमहं दृष्ट्वा अनन्तरं चिन्तयित्वा वदामि. इदानीं मम मनसि न आगच्छति. तत्र पूर्वस्मिन् पदे रेपः अस्ति, उत्तरपदे दन्त्यनकारः अस्ति चेत् तत्र कार्यं न भवति. मध्ये दन्तनकार कुत्र अस्ति? इदानीं वर्णः योगः, वर्णः योगः वन इति चिन्तयतु. वर्णयोगः वन, वनं वनम् इति पदम् अस्तु. वर्णः वर्णयोगः वनम् इति चिन्तयतु. तर्हि वर्ण इति पदे रेपः अस्ति खलु निमित्तं. तत्र द्वितीयपदे द्वितीयपदे दन्त्यनकारः अस्ति खलु. हा, तादृशसन्दर्भे अत्र यद्यपि मध्ये णकारः अस्ति तथापि अत्र केवलम् उदाहरणार्थं वदामि. तत्र द्वितीयपदे दन्त्यनकारः अस्ति, पूर्वपदे रेपः अस्ति, तर्हि तस्मिन् सन्दर्भे दन्त्यनकारस्य णकारः न भवति, यतोहि समानपदे नास्ति. इत्युक्ते पदद्वयम् अस्ति, एकस्मिन् पदे अस्ति चेदेव भवति. अग्रिमसप्ताहे इतोपि सम्यक् उदाहरणं प्रदर्शयामि. यत्र मध्ये किमपि नास्ति. रामनाम, रामनाम इति पदद्वयमस्ति. तत्र तत्र नाम नाम नकारः अस्ति, किन्तु नकारः न भवति, कारणं पदद्वयमस्ति. रामनाम, रामनाम नाम एक द्वितीयं पदमस्ति. रामनाम इति लिखति चेत् तत्र नकारः न भवति, नकारमेव अस्ति. सत्यं, यतोहि समानपदे नास्ति. साधु साधु, समानपदे भवेत्, एकमेव पदं भवतु. चेत् न भवति किं समस्तपदम् अस्ति चेत् न भवति. समस्तपदम् अस्ति चेत् एतेन सूत्रेण न भवति. अस्तु, कृष्ण पदे कृष्णेन कृष्णेन वि डोण्ट् से कृष्णेन वि से वै शकर पूर्वः द फर्स्ट नकार हस इट्स अप्लाइड टू द फर्स्ट नकार. हा, तत्र पश्यतु कृष्णेन तत्र शकारः मूर्धन्यशकारः अस्ति. शकारस्य प्रभावेन तत्र दन्त्यनकारस्य णकारः भवति. कृष्ण णकारः मूर्धन्यणकारः भवति. तस्य अनन्तरं णकारः अस्ति, तस्य णत्वं न भवति. किमर्थं चेत् तत्र मध्ये णकारः अस्ति, साक्षात् नास्ति. अत्र पञ्चम्यन्तम् इत्युक्ते साक्षात् परे कार्यं भवति. निमित्तम् अस्ति, तस्य अनन्तरं साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेदेव कार्यं. मध्ये किमपि अस्ति चेत् एतेन सूत्रेण न भवति. इन् रामेण राम इस् इन् द सेण्टर् नो, इट्स् नाट् रैट् बिफोर् न. भिन्नसूत्रेण भवति भगिनि, एतेन सूत्रेण न भवति. ओके ओके ओके. स्वस्य विषये if they are there then na something is there nakara power natvasya vishe bahuni sutrani santi anantram pashyamaha atra asmakam purata ekam eva sutram asti tatra sakshat anantram asti chedeva karyam ha astu astu ha astu samichinam tarhi atra stagayamaha prashna ekam mahabhagne samana pade यत्र अस्ति तत्र रसाभ्यां नोणः इति अप्लिकेबल् अस्ति वा भगिनि? सत्यं सत्यं, समीचीनं समीचीनम्. अत्र सर्वे कृपया गृहपाठरूपेण पुनः पठन्तु, अवगच्छन्तु. अग्रिमसप्ताहे मिलामः. अस्तु, धन्यवादः. नमस्कारः. भवत्याः कृते, सर्वेषां कृते धन्यवादः. भगिनी.